जातम् भूयात् भूयात् शरम् मया विमृश्यै तदशेषेण यथेच्छसि तथा कुरु सर्वभूयतमम् भूयः शृणु मे परमम् वचः इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् मन्मना भव मद्भक्तो मर्याजी माम् नमस्कुरु मामे वैश्यसि सत्यम् ते प्रतिजाने प्रियोऽसि मे सर्वधर्मान् परित्यज्य मामेकम् शरणम् व्रज अहम् त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।